नमस्कारः, श्रूयते किम्? अस्तु, अद्यतनकरपत्रमस्ति, अस्माकं पाठः अस्ति अदादिगणे हलन्तदातवः इति. ततः वयं स्थानिवद्भावः इति करपत्रम् अधुना पश्यन्तः स्मः. सरला भगिनी सारांशरूपेण वदति किम्, एतावत् गतसप्ताहे वयं किं किं दृष्टवन्तः इति? सारांश अस्ति स्थानिवत् भावः किम् अस्ति. स्थानिवत् भावः युक्ते सूत्रम् अस्ति, स्थानिवदादेशो नलविधो इति सूत्रेण. तस्य सूत्रे द्वे भागाः द्वे भाग द्वौ भागौ स्तः इति सूत्रे. एकं प्रथमभागः अस्ति तत् स्थानिवत् इति भवति. द्वितीयभागे अस्ति तत्र स्थानीभावस्य निषेधः भवति. यदि स्थानिवत् भवति तत् यदि आदेशः आगच्छति स्थानैः स्थाने यत्र स्थाने आदेशः आगच्छति तत् आदेश आदेशे स्थानीस्वभाव अध्यारोप्यते. ततः ते सर्वे धातु अङ्गकृत यथा तत् स्थाने किं किम् अस्ति, अष्ट स्थान अष्टबिन्दवः अस्ति यत्र स्थाने अस्ति आदेश तत्र आगत्य तस्य स्वभाव स्वीकरोति. यत्र स्थाने धातु अङ्गं कृत्प्रत्यय तद्धितप्रत्यय अव्ययं सुप्रत्यय तिङ्प्रत्यय पदं स्थानीपदम् इति अस्ति. तत्र आदेश आगत्य तथैव तस्य स्वभाव स्वीकरोति. एकम् अस्ति. द्वितीयभागः अस्ति यत् स्थानिवत् कथं न भवति तत्र अल्विधि इत्यस्य चिन्तनम् आगच्छति. तस्य अल्विधि इति यदि आगच्छति तत्र त्रीणि त्रयः कालः तस्य चिन्तनम् आगच्छति. तत्र प्रथमकाले स्थानी कुत्र अस्ति, द्वितीयकाले प्रथमसूत्र सूत्रेण आदेशस्थान आदेश आगच्छति. तृतीयकाले द्वितीयसूत्रम् आगच्छति, तस्य विधिकार्यमस्ति. कस्य यदि द्वितीयसूत्रम् आगच्छति तस्य निमित्तं कुत्र अस्ति स्थाने तत् चिन्त्वा वयं पश्यामः तत् निमित्तम् आदेशे अस्ति वा न. यदि आदेशे अल् वर्ण आदाय निमित्तम् अस्ति स्थाने तत्र किन्तु आदेशे नास्ति तत् स्थानिवत् भावः न अध्यारोपते तत्र तत्र स्थाननिषेधः भवति. उदाहरणम् अस्ति यथा प्रायः ततः आरभ्य वयं पुनः पठामः. स्वरूपमध्ये पृष्टवती किम् इत्युक्ते अत्र अनल्विधौ इति अस्ति, विषयसत्तमे अस्ति. तर्हि अल्विधिकार्यं यत्र सम्भवति तस्मिन् विषये मास्तु इति. अनल्विधौ एव यत्र अनल्विधिः अस्ति तादृशसन्दर्भेषु एव स्थानिवद्भावः प्रवर्तते इति सारांशः. किन्तु यथा महोदयेन निर्दिष्टम् अत्र वयं किं चिन्तयामः इत्युक्ते अल्विधिकार्यम् अस्ति चेत् पूर्णतया न स्वीकरणीयः अपि समीचीनमेव. किमर्थम् इत्युक्ते आदेशे अल्वर्णः समान तदेव अल्वर्णः अस्ति चेत् आदेशस्य एव स्वीकर्तुं शक्नुमः खलु इति प्रश्नः. तद् स्वीकर्तुं शक्नुमः, किन्तु अग्रे अस्माकं पूर्ण अवगमनार्थं महोदयेन कानिचन उदाहरणानि दत्तानि. तद् सृष्टिकरणार्थमेव महोदयेन उक्तम् अत्र यदि स्थानिनः एक अल्वर्णः आदेशे अपि अस्ति चेत् तद् निश्चयेन अल्विधिकार्यं सम्भवति, किन्तु स्थानिनः अल्वर्णः यत् विधिसूत्रे निमित्तम् अस्ति तद् आदेशे नास्ति चेत् निश्चयेन कार्यं न भवति. तर्हि अत्र पुष्पभगिनी पठति किं विधिः नाम विधिसूत्रस्य कार्यम् इति ततः अपि. अस्तु भगिनि, एकनिमिषम् विधिः नाम विधिसूत्रस्य कार्यं. तर्हि अत्र कालत्रयस्य साधनार्थं सूत्रद्वयं अवश्यम् अपेक्षितम्. प्रथमसूत्रेण स्थानिनः स्थाने कश्चन आदेशः विधीयते. अनेन स्थाने यः आसीत् तस्य च स्थाने अधुना आदेशः आगतः. तदानीं द्वितीयसूत्रेण एकं नूतनं कार्यं विधीयते. इदं नूतनकार्यं तृतीयकाले भवति. प्रथमं तु पठामि एकवारम्. अत्र तृतीयकालः विशेषतः अवलोकनीयः. अस्मिन् द्वितीयसूत्रे यानि निमित्तानि अपेक्षितानि तेषु यदि एकमपि कश्चन वर्णः अस्ति यः स्थानिनि आसीत् किन्तु साक्षात् आदेशे नास्ति तर्हि इदं कार्यं भवितुं न अर्हति. यतोहि स च अल्वर्णस्य स्वभावः आदेशे अध्यारोपितुं न शक्यते. नाम अत्र स्थानिवद्भावः न सम्भवति. एतद् वदामः अल् विधिः. अतः सूत्रम् अस्ति स्थानिवदादेशः अनल्विधौ. आदेशः स्थानिवत् भवति किन्तु तादृशः अल् विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति. भगिनि एकं तु न मम न सम्यक्तया न अवगतं. तत्तु अल् तु सर्वे वर्णाः न. तत्तु अत्र आदेशः अल्वर्णः चेत् कथम् आयाति, किम् आयाति? किम् इत्युक्ते प्रथमं स्थाने अस्ति खलु, अनन्तरं स्थानिनः स्थाने आदेशः आयाति. उदाहरणार्थं गम् धातुः अस्ति, गम् धातुः स्थाने गच्छ इति आयाति खलु. अधुना किन्तु तत्तु प्रथम आदेशार्थम् एकं सूत्रम् अपेक्षितं खलु. आदेशस्य एकं सूत्रम् अपेक्षितं, तत्तु प्रथमसूत्रमस्ति अस्माकं प्रथमसूत्रं. तत् सूत्रं कार्यं कृत्वा स्थानिनः स्थाने आदेशः आयाति. तत्तु प्रथमसूत्रं कार्यम् अभवत्. अधुना द्वितीयम् अन्यत् सूत्रम् आयाति. यत् इत्युक्ते अधुना वयं जानीमः स्थानिवदादेशो अनल्विधौ इति सर्वत्र कार्यं करोति. यत्र तत्र आदेशः सम्भवति तत्र स्थानिवदादेशो इति परिभाषासूत्रं कार्यं करोति. तर्हि गम् इति पदस्य यत्किमपि गुणधर्माः सन्ति तानि सर्वे तु गच्छ इत्यस्यपि आयाति. गम् इति धातुः मूल तदेव एकं गमयति इति रूपमस्ति. अहं वदामि खलु, गम् इति धातुः अस्ति, मूलधातुः गच्छति इत्यस्य मूलधातुः गम् अस्ति. गम् धातुः अस्ति, तस्य मूलरूपं गम् अस्ति. अधुना एकं सूत्रमस्ति सामान्य सार्वधातुकलकारेषु गम् इत्यस्य स्थाने गच्छ इति अस्तु. तर्हि यत्र सार्वधातुकलकारेषु इत्यनेन गम् अत्र गच्छ आगच्छति. एकनिमिषं, गम् इति केन कोऽपि सूत्रं आदाय आगच्छति. आम्, कोऽपि सूत्रम् आदाय एकनिमिषं विस्मृतवती. वयं पूर्वं दृष्टवन्तः, गच्छतु एकनिमिषं वदामि. एकनिमिषं भगिनि. इषगमीयमां चः इति सूत्रेण अत्र तत्तु मकारस्य स्थाने चः इति आयाति. च आगच्छति गम स्थाने गच्छ इति. न न न, तत्तु चकारस्य अन्तिमचकारस्य स्थाने. अधुना एतम् एवं पश्यामः, पा इति धातुः अस्ति, मूलधातुः पा पिबति इत्यस्य पा धातुः अस्ति. अनन्तरम् एकं सूत्रमस्ति, पा ग्रा मा स्ताब्नादान् दृशि अर्ति सर्ति शद सदां तिब् इति. अनन्तरं तिब जिग्र दम तिष्ठ मन यच्च पश्य रुच द्यौ दौ शीय सीदाः इति सूत्रेण क्षितिपरे पा इत्यस्य स्थाने तिब इति आदेशः, ग्रा इत्यस्य स्थाने जिग्र इति आदेशः, ध्मा इत्यस्य स्थाने धम इति आदेशः, अतः एव सा इत्यस्य स्थाने तिष्ठ इति. ता इति सारांशः एवं किम् इति एवमस्ति, पा इत्यस्य स्थाने तिब इति आदेशः, मूलधातुः तु पा अस्ति, पा धातुः. अनेन सूत्रेण पा इत्यस्य स्थाने तिब इति आदेशः आयाति. क्षितिपरे चित्तस्य चेत् क्षितिपरे अनेन सूत्रेण पिब इति अस्ति. अधुना किं पा इति धातोः यद् पा इति पदस्य यत्किमपि गुणधर्माः सन्ति ते सर्वे पिब इत्यस्य अपि भवति. केन सूत्रेण? स्थानिवदादेशो अनल्विदौ इति सूत्रेण. किमर्थं? पिब इति आदेशः स्थानिवद् भवति इत्यनेन कृत्वा सर्वे गुणधर्माः स्वीक्रियते पिब इति पदमपि, इत्युक्ते शब्दमपि. इत्युक्ते किं? पा इति धातुसंज्ञा अस्ति पा इत्यस्य, तर्हि पिब इत्यस्यपि धातुसंज्ञा अस्ति इति कृत्वा पिब इत्यस्य अनन्तरमपि तिङ् प्रत्ययः आयाति. सामान्यतया धातोः अनन्तरमेव तिङ् प्रत्ययः आयाति. पिब इति उत्तर शब्दः अस्ति, किन्तु पिब स्थानिवद् स्थानिनः गुणधर्मः स्वीकरोति इति कृत्वा पिब इत्यस्यपि धातुसंज्ञा अस्ति. धातुसंज्ञा अस्ति इति कृत्वा तिङ् प्रत्ययः परे आयाति. अस्तु, तस्य परे अपि तिङ् प्रत्ययः ये सूत्राणि पा इत्यस्य भवति, उदाहरणार्थं कर्त्री शक् कर्तृर्थे भवति इति धातोः शक् प्रत्ययः अस्ति. पा इति द्वादिगणीयधातुः अस्ति, तर्हि पिब इत्यपि द्वादिगणीयधातुः अस्ति, तदपि स्वीकरोति, तदेव गुणधर्मः. तर्हि पा इत्यस्य द्वादिगणः इति कृत्वा कर्तरि शक् आयाति, त्रिकरणप्रत्ययः. तर्हि पिब इत्यस्यापि कर्तरिशके भाति. ये सर्वे तु सामान्यगुणधर्माः सन्ति, किन्तु किन्तु अधुना पश्य तदेव वदामि. अधुना पा इति आकारान्तधातुः अस्ति, आकारान्तधातूनां क्षितिपर शप् परे अस्ति. अधुना पा प्लस् शप् प्लस् तिङ् अस्ति खलु. अधुना पा इति आकारान्तधातुः अस्ति, आकारान्त किमपि सूत्रम् आगत्य आकारान्तनिमित्तं स्वीकृत्य किमपि सूत्रम् आगत्य कार्यं कर्तुम् इच्छति चेत् पिब इत्यस्मिन् आकारः अस्ति वा? नास्ति. आकारः इति निमित्तम् अस्ति चेत् तत्तु आकारः एकः अल्वर्णः अस्ति, धातु इति गुणधर्मः नास्ति. अनन्तरं किं तस्य तु किं द्वादिगणः इति गणीयः अस्ति इति तदपि गुणधर्मः अस्ति, किन्तु आ इति अल्वर्णः अस्ति. तर्हि आ इति अल्वर्णमाश्रित्य किमपि सूत्रमस्ति चेत् तत् सूत्रं पिब इत्यस्मिन् न कार्यं करोति. तर्हि ये ये विधिसूत्राणि सन्ति पा इत्यस्य कोऽपि कार्यम् आकारस्य कोऽपि कार्यम् अस्ति पिब इति अस्ति तथैव न कार्यं न करोति. न करोति, किमर्थं चेत् फिब इत्यस्मिन् आकारः नास्ति, तर्हि फिब इत्यस्मिन् आकारान्तत्वम् इति पा इत्यस्य एकः अल् निमित्तिकगुणधर्मः अस्ति. किम् अस्ति पा इति आकारान्तदातुः इति अस्ति, तर्हि आकारान्तत्वं फिब इत्यस्मिन् स्थानिवद्भावः, तत्र फिब इति स्थानिवद्भावः इति कृत्वा आकारान्तत्वं स्वीकर्तुं न शक्नोमि. तावदेव विषयः तर्हि. किन्तु फिब इति अधुना किं, फिब इति अधुना अकारान्तदातुः अस्ति, फिब इति अधुना अकारान्तदातुः अस्ति खलु, अकारान्त अकारान्त तदेव अकारान्त अस्ति खलु. तर्हि अकारान्त इत्यस्य यत्किमपि कार्यं वर्णनिमित्तं कार्यम् अस्ति तत्तु भवितुम् अर्हति. उदाहरणार्थं फिब प्लस् शप्रत्ययः अ इति अस्ति, अतो गुणे इत्यनेन फिब अनन्तरं तिप्पस्ति फिबति इति भवति, फिब् इति आगच्छति न फिब न फिब् न फिब फिब इति एव आदेशः न न फिब इति सूत्रं वदति पातु फिब फिब इति फिब इति शब्दः अस्ति, फिब इत्येव आदेशः पूर्णतया आदेशः फिब भगिनि अहं तदेव पिब इति आदेशः इति वदामि. अस्तु आदेशः पिब इति पूर्णतया आयाति, तर्हि पिब प्लस् अ अतो गुणे इति सूत्रेण पुनः पिब इत्येव इति भवति. अनन्तरं पिब प्लस् एकवारं पिबति इति पिब आयोगः किं वदति किम् आगच्छति, प्रथमं पायोगः शप् योगः ति, पायोगः अयोगः ति इति अस्ति, अधुना पा इत्यस्य स्थाने पिब इति आदेशः आगतः, तर्हि पिब प्लस् अ प्लस् ति, पिब प्लस् अ अतो गुणे इत्यनेन पिब इति एव अतो गुणे इति सूत्रम्. अतो गुणे इति अकारान्तदातूनाम् अतः परे गुणवर्णः अस्ति चेत् पूर्वपरयोः स्थाने पूर्व रूपमेव स्थाप्नोति, तर्हि पिब इत्येव तिष्ठति, पिब प्लस् ति पिबति इति रूपम्. तर्हि एवं किम् इत्युक्ते किन्तु एवं चिन्तयतु, उदाहरणार्थम् अन्यत् उदाहरणं वदामि अत्रैव अस्मिन् सूत्रे एव न न तद् नास्ति अत्र तु सर्वे एकनिमिषं अहं तु वर्णनिमित्तं किमपि अन्यत् द्रष्टुम् अत्र उदाहरणार्थं सद इति धातुः स्वीकरोतु. किं किं सद् इति सद् सद् सद् सद् इति धातुः किम् एकनिमिषम् न तस्य तु तीद इति आयाति न तदपि समीचीनम् अस्ति एकनिमिषम् अत्र तु सर्वत्र अन्तिम अल्वर्णः न आश्रितं किमपि कार्यं भवति वा यत्र समानवर्णः तिष्ठति इति तदेव अहं पश्यन्ती अस्मि एकनिमिषम् एकनिमिषं भगिनि कोऽपि सूत्रेण ईदागमः न न न भगिनि अन्यत् सीद् सीद् सत् सीद् आगच्छति न तत् एव वदति वदामि अन्य किमपि उदाहरणमस्ति वा इति पश्यन्ति अस्मि तस्य पिबति इति अत्र सर्वत्र तु भिन्नवर्णः आयाति अन्ते एकनिमिषं तत्तु प्रकारः आर्धधातुकप्रकारः एव एतत् पश्यामः गम् इति अस्ति ईषु गमीयमां चः इत्यनेन मकारान्त मकारान्तस्य स्थाने चकारः आयाति अनन्तरं चेस इत्यनेन मध्ये सुकागमः अपि भवति, तर्हि गम् इत्यस्य स्थाने गच्छ् इति आयाति. गच्छ् गम् प्लस् शप् प्लस् टि इति अस्ति. अधुना गच्छ् सेकेण्ड् सूत्र किं किम् इषु गमीयमांसः इति तत्तु प्रथमसूत्र इत्यनेन गच्छ् इति आदेशः भवति. गम् मकारस्य स्थाने इच् आदेशः भवति. अधुना द्वे अस्ति न गम् तु धातुः अस्ति इति कृत्वा गच्छ् इत्यपि धातुः एव धातुरूपमेव स्वीकरोति गुणधर्मः. किन् अनन्तरम् अधुना मकारः जलि जलि नास्ति किन्तु किम् अस्ति हल् हल् वर्णः अस्ति इति स्वीकरोतु. अधुना हल् वर्णं निमित्तीकृत्य किमपि कार्यमस्ति, तर्हि गच्छ अपि हलन्तदातुः अस्ति, गम् अपि हलन्तदातुः अस्ति. तर्हि तादृश हलन्तदातूनां किमपि कार्यमस्ति चेत् तत्र अत्रापि प्रवर्तते. यत्किमपि भिन्नवर्णः अस्ति इति तु सत्यं, किन्तु इम् इति हलन्तवर्णः अस्ति, गच्छति अपि हलन्तः अस्ति इति कृत्वा हलन्तम् इति कृते यद् किमपि कार्यमस्ति चेत् सत्यं. तर्हि सर्वे गुणधर्माः स्वीकरोति आदेशः तानिवद् तानिवद् भवति आदेशः. किन्तु अनल्विधौ अल्विधिकार्यस्य सन्दर्भे तथा न स्वीकरोति. यदि वर्णः वर्णः आदेशस्य अपि अस्ति, स्थानिनः अपि अस्ति, आदेशे अपि समानवर्णः अस्ति चेत् तर्हि तद् कार्यं तु निश्चयेन सम्भवति. किमर्थम् इत्युक्ते आदेशः तादृशवर्णः अस्ति इति कृत्वा कार्यं सम्भवति. किन्तु यदि स्थानिनः अल्वर्णं निमित्तीकृत्य किमपि विधिकार्यम् आगत्य कर्तुमिच्छति, कार्यं कर्तुमिच्छति, किन्तु आदेशस्य तादृशः अल्वर्णः नास्ति चेत् तद् कार्यं न सम्भवति. अवगच्छति खलु, संशयः अस्ति किल? पूर्णतया न अवगच्छम्. किं न अवगच्छति भगिनि? सामान्य सरलमस्ति भगिनि, तद् एवमेव अस्ति. अल्निमित्तिकम् अल्निमित्तिकम् इति विधिसूत्रं किम् इति जानाति खलु? अल्वर्णनिमित्तीकृत्य यत्र स्थानिनः अल्वर्णनिमित्तीकृत्य किमपि कार्यम् आगत्य कार्यं कर्तुमिच्छति चेत् यत्र आदेशः तु अभवत् तृतीयकाले आगत्य कार्यम् इच्छति कार्यं कर्तुमिच्छति, तर्हि तस्मिन् समये अधुना आदेश स्थानिनः स्थाने आदेशः आगतः, सः अल्वर्णः अधुना आदेशे नास्ति चेत् तद् कार्यं न सम्भवति. आदेशे अल्वर्णः तादृशस्थानिनः अल्वर्णः आदेशे नास्ति चेत् तादृश अल्निमित्ति स्थानिनः अल्वर्णः निमित्तीकृत्य यत् विधिसूत्रमस्ति तत् कार्यं कर्तुम् इच्छति चेत् तत् कार्यं न सम्भवति. भगिनि एकं नास्ति अवगतं, मकारः किं भगिनि? अल् अस्ति, चकारः अल् अस्ति. किन्तु किम् एवं वदामि, यदि हलन्तधातूनां विषयः किमपि विधिसूत्रमस्ति चेत् तत् सम्भवति, किन्तु मकारान्तधातूनां सूत्रमस्ति तद्दुपु सकारान्ते न प्रयोक्तुं शक्यते. किन्तु हलन्त इति किमपि अस्ति इति चिन्तयतु, तद् तु अधुना कस्यपि हलन्तः अस्ति खलु इति कृत्वा तद् प्रवर्तनीयः. किन्तु यदि मकारान्तपदानां धातूनां किमपि विशिष्टकार्यमस्ति चेत् तत्तु सकारान्तानां कृते प्रवर्तयितुं न शक्नुमः. तत्र तु चकारः मकारस्य स्वभावं न स्वीकर्तुं शक्नोति, केवलं द्वौ अपि अल्वर्णौ इति हल्वर्णः इति एव अस्ति. अधुना वदति किं मकारः तु अल्वर्णः, चकारः तु अल्वर्णः किन्तु मकारान्तानां किमपि विशिष्टकार्यमस्ति, यत्र निमित्तं मकारान्तः इति भवेत् चेत् सकारान्तः मकारान्तः भवितुम् अर्हति किम्? न भवितुम् अर्हति. तदेव विषयः अनल्विधौ, तर्हि अल्विधिकार्ये स्थानिवद्भावः न स्वीकरोति, सकारान्तः मकारान्तः नास्ति. ओ तत्तु तदेव अकारः अस्ति चेत् तदेव वर्णः गच्छति इन्स्टेड् आफ् गच्छ किमपि अन्यत् मकारान्तपदम् आयाति चेत् स्थानिनः मकारान्तमादेशस्य किमपि कार्यम् अत्र कार्यं कर्तुम् इच्छति चेत् अत्रापि मकारः अस्ति इति कृत्वा मकारान्तम् अस्ति इति कृत्वा कर्तुं शक्यते. किन्तु अधुना मकारस्य स्थाने चकारः आगतः, तर्हि मकारान्तानां सूत्रम् अत्र चकारान्तानां कृते न प्रवर्तयितुं शक्नुमः इति विषयः. आगच्छति किं भगिनि? गुणधर्माः इति अवगच्छति खलु, अल्वर्णं निमित्तीकृत्य कार्यं गुणधर्माः, अन्ये गुणधर्माः इति, तद् तत्र भेदः कः इति आगच्छति. अन्ये गुणधर्माः इत्युक्ते संज्ञा भवितुम् अर्हति, अनन्तरं तदेव अस्ति धातु इति संज्ञा, तत्सर्वे अवगच्छामि. अल्यचित् अपि जानाति खलु वर्णनिमित्तिकं कार्यमिति, एतावत्पर्यन्तं वयं बहुत्र दृष्टवन्तः खलु. यत्र अत्र तु वर्णनिमित्तिकं कार्यमिति नास्ति, अत्र तु यत्र सूत्रे अल् इति एकं निमित्तमस्ति चेत्, एकम् अल् आश्रितं कार्यमस्ति चेत् तत् न तत्तु मकारस्य कृते किम् अस्ति तद् न तिष्ठति. भवति उत्तमं, तद् अवगच्छति खलु, तावदेव. किन्तु गम् इति धातुः अस्ति, तर्हि धातुः गम् इति धातुः, गच्छति इति धातुः एव, तादृशगुणधर्माः स्वीक्रियते. स्थानिनः ये संज्ञाः सन्ति तत्तु एतत्तु स्वीक्रियते एव. अन्ये गुणधर्माः धातुः अस्ति, अङ्गम् अङ्गस्य स्थाने अन्यत् आयाति चेत् तदपि अङ्गम् इति संज्ञा प्राप्यते. किमपि आयाति. तत्तु गच्छ अङ्गम् अस्ति न, गच्छ अङ्गम् नास्ति, अहमेवं वदामि. एकं तु वयम् अष्टबिन्दवः गतसप्ताहे दृष्टवन्तः, अधुनापि भगिनी उक्तवती एकं तस्मिन् तेषु एकः अस्ति धातुः इति, अन्यत् अस्ति अङ्गम्. इतोपि सन्ति खलु, गते सप्ताहे भगिनी उक्त, अधुनैव भगिनी उक्तवती खलु, धातु अङ्गकृत् तस्थित अव्ययस्तु तिङ् पद आदेशाः इति. तर्हि धातुस्थाने धातुः अस्ति चेत् धातुः स्थाने यत् आदेशः आयाति तदपि धातुः अस्ति, स्थाने अङ्गं चेत् अङ्गस्य स्थाने यत् आदेशः आयाति तदपि अङ्गम् इति संज्ञा स्वीकरोति. धातुकृत् अस्ति चेत् उदाहरणार्थं वयं त्वा इति प्रत्ययः दृष्टवन्तः गते सप्ताहे, अनन्तरं त्वा इत्यस्य स्थाने उपसर्गः अस्ति चेत् यत् इति आदेशः भवति. तर्हि तादृशकृत् प्रत्ययः अस्ति चेत् त्वा कृत् अस्ति, यत्पि कृत् इति संज्ञा स्वीकरोति. तदितप्रत्ययस्य अपि स्थाने अन्य तदित प्रत्ययः आयाति चेत् तादृश आदेशः अपि तदितप्रत्ययः इति स्वीकरोति. अनन्तरं स्थाने अव्ययम् अस्ति चेत् तस्य स्थाने आदेशः अपि अव्ययं भवति. स्थाने सुप् अस्ति चेत् तस्य स्थाने आदेशः अपि सुप्रत्यय भवति. स्थाने तिङ् अस्ति चेत् तस्य स्थाने आदेशः अपि तिङ् प्रत्यय भवति. अनन्तरम् उदाहरणार्थं वयं जि इति अस्ति, टिप्तस् जि इति तिङ् प्रत्ययः अस्ति, टिप्तस् जि बहुवचने जि इति प्रत्ययः, प्रथमपुरुष बहुवचने जि इति प्रत्ययः अपित् अस्ति, तर्हि जि स्थाने जोन्तः इत्यनेन अन्त् आदेशः आयाति खलु अन्ति इति, अन्ति अपि अपित् अस्ति, जि अपित् अस्ति इति कृत्वा अन्ति अपि अपित् इत्येव तद् गुणधर्मः स्वीकरोति अन्ति इति. अनन्तरं स्थाने पदम् अस्ति चेत् स्थाने पदस्य स्थाने किमपि आयाति चेत् तदपि पदम् इति एव संज्ञा स्वीकरोति. वदामि विधि नाम विधिसूत्रस्य कार्यं भगिनी उक्तवती खलु, न उक्तम् काल न उक्तं काल कालत्रयस्य साधनार्थं सूत्रद्वयम् अवश्यं, तत्तु एकसूत्रं धातु अस्ति चेत् परिवर्तनं करोति यावान् कोऽपि, प्रथमसूत्रेण स्थानिनः स्थाने कश्चन आदेशः विधीयते, तत् तदैव गम् स्थाने गच्छ गच्छति इति न तत् प्रथमकाल नास्ति, तत् प्रथमकाले स्थानी इति एव अस्ति, तत्तु अनेन स्थानीयः आसीत्, तत्तु गच्छ योगः आ तत् तद् द्वितीय प्रथमकाल आगच्छति, तदेव अतो गुणः पा इति स्वीकृत्य वदतु, पा इति पूर्णतया आदेशः भवति खलु, पा इत्यस्य स्थाने पिब इति आदेशः, तद् उदाहरणमस्ति न, तद् स्वीकृत्य अस्तु अस्तु, पा इति अस्ति तत्र पिबा आगच्छति, पिबा आगच्छति तद् तत्तु तत् सूत्रं पूर्वतने न वदामि भगिनि दृष्टं, पिब इति आगच्छति अत्र पिब योगः आ अत्र अतो गुणः न तदैव अतो गुणः तत्तु द्विका न तत् तद् प्रथमकाल न किं भगिनि प्रथमकाले तु केवलं स्थानी अस्ति पा अस्ति, अनन्तरं द्वितीयकाले किम् अभवत् पिब इति आयाति, अनन्तरं तृतीयकाले किम् आकारान्तधातूनां किमपि सूत्रमस्ति चेत् तत् आगत्य कार्यं कर्तुम् इच्छति चेत् तादृशसूत्रम् अत्र पिब इति अकारान्त अस्ति, आकारान्त नास्ति इति कृत्वा ह्रस्वकारान्त अस्ति कृत्वा न कार्यं करोति इति तर्हि अकारः आकारस्य स्वभावं न स्वीकर्तुं शक्नोति इति तत्तु तृतीयकाल पिबति इति आयाति तद् तत्तु अकारान्तनं यत् कार्यमस्ति तद् कृत्वा पिबति इति अनल्विधिः आकारान्तनं न स्वीकरोति इति एव अनल्विधिः इति अल्विधि न इति मास्तु इति अल्विधिः इति अन्निति अन्निति वयं किमस्ति अकारान्त किमपि पदमस्ति चेत् तस्य नेगेशन् कर्तुम् अन्निति योजयामः खलु आयासेन अन् आयासेन अनायासेन इति न भवति न इति वदनेन अल्विधौ नास्ति इति न भवति अल्विधौ इति सप्तमी तत्र तु विषयसप्तमस्ति तर्हि अल्विधि सन्दर्भेषु न करोति अस्तु अस्तु भगिनी मणिमहोदय मणिमहोदय क्षम्यताम् एकम् उदाहरणं पश्यामः आददातुकशेड्वलादेः इति सूत्रेण आददातुकस्य आदौ वल् प्रत्याहारे अन्यतमः वर्णः अस्ति चेत् तस्य इडाहमः भवति तर्हि इदं कार्यम् अयं विधिः अवश्यम् अल् विधिः अस्ति अल् आश्रितविधिः यतोहि तस्य निमित्तेषु अल् वर्णः वर्तते आददातुकस्य आदौ कश्चन वल् प्रत्याहारे वर्णः भवेत् इति कृत्वा अल् विदिशि आददातुकस्य इडोलादिक इति सूत्रेण वल् प्रत्याहारे इडाहम भवति अत्र कार्यं वल् प्रत्याहारस्य निमित्तेन तस्य कार्यं विधिः भवति अन्यतमः वल् प्रत्याहारे अन्यतमः वर्णः अस्ति चेत् अपि कार्यं कर्तुं समानकार्यं कर्तुम् अर्हति इति इत्र अत्र उक्तं लिह् पठामि महोदय लिह् समान कर्तृकयोः पूर्वकाले इत्यनेन इक्त्वा विधीयते लिह् योगः इक्त्वा लिख् त्वा आर्धधात्कडोलादेहे इत्यनेन त्वा वलादिः आर्धधात्कप्रत्ययः अधः तस्य इडाहमो भवति लिस् योः इ योः त्वा लिखित्वा. अत्र किं स्मर्तव्यम् इत्युक्ते यत्र वयम् अल् विधिः इति वदामः वर्णनिमित्तिकं कार्यम् इति न चिन्तनीयम्. अत्र तु अङ्गनिमित्तिकं कार्यमपि भवितुम् अर्हति, किन्तु अङ्गनिमित्तिकं कार्यं यत्र एकं निमित्तम् अल् आश्रितमस्ति चेत्, एकमपि निमित्तम् अल् आश्रितम् अस्ति चेत् तर्हि अल् विधिः इति. स्थानिने यत् वर्णः अस्ति अल् वर्णः अस्ति तदेव आदेशः अपि अस्ति चेत् समानकार्यं भवितुम् अर्हति. अद् दट् इस् तत् अल् विधिः इति. आं महोदय, किन्तु किमित्युक्ते अनल् विधिः इत्यनेन किमपि कार्यं वा भवतु इति, स्थानिनः कारणेन आदेशे कार्यम् अस्ति इति नास्ति. आदेशे सः वर्णः अस्ति चेत् कृत्वा स्थानिनः सर्वे गुणधर्माः आदेशः अपि स्वीकरोति इति कृत्वा किं वदामः, आदेशस्य एव तादृशकार्यं प्रवर्तयितुं शक्नुमः खलु. सूत्रे न वदति, सूत्रे पाणिनिः न उक्तवान् आदेशे स्थानिनः अल्वर्णः आदेशे अस्ति चेत् इति किमपि नास्ति. अत्र तु उक्तवान् यत्किमपि अलाश्रितं कार्यं भवतु तत्तु आदेशस्य न प्रवर्तनीयः इति सरलरूपेण. किन्तु अस्माकम् अवगमनार्थं किम्, तर्हि स्थानिनेः वर्णः अत्रापि अस्ति चेत् समानकार्यमस्ति, समानसूत्रम् अत्रापि प्रवर्तयितुं शक्नुमः खलु इति कृत्वा महोदय विवृतवान्. किन्तु स्थानिनः किमपि वर्णः आश्रितं कार्यम् आगच्छति, अत्र तु न आयाति एव अनल् विधौ इति. अनल् विधौसूत्रेण किमपि स्थानीय अस्ति, आदेशः अपि किमपि अस्ति, कार्यं आदेशः स्वयं स्वीकरोति तस्य गुणः. सर्वे गुणधर्माः स्वीकरोति, स्वयं स्वीकरोति. परन्तु अल् विधिः अस्ति चेत् यत् स्थानिनः अल् विधि अल् स्थाने विदित् कार्यं समानकार्यमेव आदेशः अपि न करोति. किन्तु एकं वर्णः अस्ति चेत् यत्र स्थानी अपि अस्ति आदेशे अपि अस्ति चेत् आदेशस्य संज्ञा सर्वं प्राप्नोति खलु, तर्हि तदेव सूत्रम् अत्र अपि प्रवर्तयितुं शक्नुमः. किमर्थमित्युक्ते आदेशे अपि अस्ति सः वर्णः इति कृत्वा प्रवर्तयितुं शक्नुमः. अधुना यदि वि उपसर्गपूर्वकं लिक् दातुं स्वीकुर्मः विलिह् समानकर्तृकयोः पूर्वकाले इत्यनेन विलिह् योः त्वा समासे नञ् पूर्वे इत्तो ल्याप् इत्यनेन समासे सति धातोः पूर्वम् उपसर्गः अस्ति चेत् समासः इक्त्वा स्थाने ल्यप् आदेशः विलिह् योः ल्यप् विलिह् योः य. अधुना आददातुकस्य डोलादिः इत्यनेन डाहम भवति वा यः प्रत्ययः वलादिः नास्ति परन्तु त्वा स्थाने यः विहितः किल अधः स्थानिवद्भावः कृत्वा अयं यः प्रत्ययः त्वा एव इव स्यात्. अस्य निर्णयार्थं द्रष्टव्यं यत् अस्माकम् आगम्यमाने विधिसूत्रेण तादृश अल् विधिः दृश्यते किम्. आदधातुकस्य ज्वलादेः इत्यनेन अल् विधिः भवति एव, निमित्तम् अस्ति वलादिप्रत्ययः सः च अल् वर्णः तकारः स्थानिनि त्वा इत्यस्मिन् आसीत् किन्तु आदेशः य इत्यस्मिन् नास्ति. अतः अत्र अल् विधौ कर्तव्यस्थानिवद्भावः नास्ति, नाम त्वा प्रत्ययस्य वलादित्वं यः प्रत्यये आरोपयितुं न शक्यते, अतः इडाहम न भवति, रूपं भवति विलिह्य. अत्र कालः त्रीणि इति अत्र दत्तं. प्रथमकाले त्वा अस्ति, लिस्योः त्वा अस्ति प्रथमकाले. तन् आदेशः अत्र विलिह् योः यः रिक्त्वा स्थाने या आदेशः अत्र द्वितीयकाले, अधुना तृतीयकाले आददातुकडोडादेः इति सूचनं इडाहमः त्वा तकारः वल् प्रत्याहारः परन्तु लियप् इत्यस्य स्थाने आदेशस्य स्थाने आदेशः यः यकारः वल् प्रत्याहारः नास्ति अतः यत् कार्यं त्वा अल् तने स्थाने भवति तत् स्थाने भवति तत् कार्यं यकार भवितुं न अर्हति यः अल् विधिः अल् तत् वर्णनिमित्तकार्यम् अत्र अल् इत्यस्य तकार इत्यस्य स्थाने वर्णाश्रितं कार्यम् इति वदामः, वर्णनिमित्तिकं कार्यं नास्ति, वर्णाश्रितं कार्यम् आश्रितं निमित्तं किं भेदः महोदय? किं वयं पूर्वं वयं दृष्टवन्तः खलु वर्णनिमित्तिकं कार्यं वर्णनिमित्तिकं कार्यमिति, तत् सन्धिकार्यं वर्णनिमित्तिकं कार्यम् अस्ति, किन्तु आर्धदातुकस्य इत् युद्धवलादेः इति अङ्गकार्यम् अस्ति खलु, अङ्गमस्ति खलु, अङ्गवर्तनीयः इति प्रत्ययं सर्वम् आयाति खलु, प्रत्ययः निमित्तमस्ति, आर्धदातुकप्रत्ययः इति अस्ति इति कृत्वा अङ्गकार्यमस्ति. तर्हि तत्र अस्माकं मनसि प्रायः संशयः भवति, अङ्गनिमित्तिकं कार्यमस्ति, एतत्तु वर्णनिमित्तिकं कार्यं नास्ति, किन्तु अङ्गनिमित्तिकं कार्यं किन्तु तस्मिन् निमित्तम् एकं निमित्तमस्ति, वर्णाश्रितं निमित्तमस्ति इति कृत्वा वर्णम् आश्रितं कार्यम् इति वदामः. बल् इति अस्ति खलु, किमर्थम् अधुना किम् अस्ति बिल्लिक् इति त्वा इति अस्ति, समासः अस्ति, वयं अग्रे प्रायः पठामः उपसर्गः मन्ये पदम् इति तस्य संज्ञा भवति इति मन्ये इति कृत्वा समासः भवति, यत्र उपसर्गेण यत्र मेलनं भवति तत्तु समासः इति वदामः. तर्हि तादृशसमासः यत्र भवति तर्हि प्रत्ययः तु प्रत्ययः तु ल्यप् इति अस्ति, ल्यप् प्रत्ययः. अधुना ल्यप् प्रयः प्रत्ययः आगतः य इति प्रत्ययः, किमर्थं वयम् आददातुकसेटुवलादेः इति स्थानिनः यत् सूत्रम् अहं वयं किं भवतु किमर्थं वयम् अत्र प्रवर्तयितुं प्रभवामः प्रयत्नं कुर्मः, किमर्थम् इत्युक्ते स्थानिवद्भावः इति अस्माकं मनसि यत् अस्ति, स्थानिनः ये गुणधर्माः सन्ति सर्वेपि आदेशस्य भवति किम् इति प्रश्ने सति सर्वे गुणधर्माः स्वीक्रियते आदेशः, किन्तु केवलम् अल्लाश्रितं गुणधर्मः न स्वीक्रियते इति, इत्युक्ते अत्र वलादि नास्ति इत्येव अस्मान् बोधयितुमेव वयं स्थानिनः यत् सूत्रमस्ति आर्धदातुकसीड् वलादेः इति सूत्रं वल् आश्रितम् अस्ति इति कृत्वा यकारः वलि नास्ति, अतः वल् आश्रितं कार्यम् अत्र वयं न प्रवर्तयितुं शक्नुमः, किन्तु अन्यत् सर्वे कार्याणि अत्रापि प्रवर्तयामि. धन्यवादः सरलभगिनी, एतावत्पर्यन्तं वयं गते सप्ताहे एव वयम् अस्माभिः भवती अस्माकं त्रयकालाके प्रथमकाले स्थानी अस्ति कृत्वा त्वा, द्वितीयकाले आदेशः अस्ति लप् य, तृतीयकाले प्रस्तुतवती अस्ति इदागम आर्धदातुकस्य बलाके, उपरि दृष्टं यत् उदाहरणम् अस्ति विल्लिक् योग त्वा, तत्र कालक्याक कुत्र बालक कुत्र अस्ति अपि कीदृश प्रख्या भवति तस्य वर्णमस्ति, प्रथमकाल अस्ति त्वा स्थाने अस्ति, त्वा स्थाने केन सूत्रेण अस्ति समासेन्यं पूर्वे इति सूत्रेण त्वा स्थाने भवति, तत्र द्वा स्थाने अस्ति ल्यप् तत्र आदेशः आगच्छति, सो द्वितीयकाले आदेशः अस्ति यकार, तृतीयकाले अस्ति विधायकसूत्रम् आर्धदातुकश्च यज्मलादे इति सूत्रेण यदि स्थाने पूर्वं त्वा अस्ति, तत्र यदागमस्य प्रसृतिः भवति कारण तकार वल् प्रत्याहारे आगच्छति, किन्तु यदि आदेश यका य आगच्छति विलिख्य अस्ति तत्र य वलादे प्रत्याहार नास्ति, वल् प्रत्याहारे नास्ति, अतः वलादि नास्ति, आदौ प्रत्ययस्य आदौ वल् प्रत्याहारस्य कोऽपि वर्णः नास्ति आदेशे, अतः यदागमस्य प्रसक्तिः न भवति, न सम्भवति. स्थानी अनल्विधिः भवति, अतः स्थानी भावस्य निषेधः भवति इति. अग्रे एतादृशचिन्तनं सर्वत्र करणीयं. शास्त्रे अयम् अल्विधि चतुर्प्रकारकः इति उच्यते. स्थानी वदाते देशो नल् विधो इति सूत्रे अल्विधि इति एकः समासः, स च समासः चतुर्भिः प्रकारे विग्रहवाक्यं कर्तुं शक्यते. अलाविधि तृतीयतत्पुरुषः, अलहविधि पञ्चमी तत्पुरुषः, अलहविधिः षष्ठी तत्पुरुषः, अलिविधिः सप्तमी तत्पुरुषः. इत्युक्तौ अल्विधौ प्रथमम् अल् द्वारा कार्यं, द्वितीय अल् वर्णात् परकार्यं, तृतीय अल् वर्णस्य स्थाने कार्यं स्वयं स्थाने, चतुर्थ अल् वर्णात् पूर्वं कार्यम्. उदाहरणानि चत्वारि अपि दास्यन्ते, परन्तु मनसि एतावत् एव बोध्यं यत् विधिसूत्रे यदि कुत्रचित् अल्वर्णनिमित्तरूपेण अपेक्षित अस्ति, यः केवलं मूलस्थानिनि आसीत् अपि च आदेशे नास्ति, तर्हि स्थानिवद् भावनिषेधकत्वात् अयम् अल्विधि न भविष्यति. इदानीं स्थानिवद् आदेशो नल् विधो इति सूत्रेण अल् विधि यत् पदम् आगच्छति तत् समासः अस्ति. समासस्य यदि वयं व्यस्तप्रयोगः कुर्मः तस्य चत्वारः भिन्नाः चत्वारि भिन्नानि रूपाणि सन्ति. प्रथमम् अस्ति अल्लाविधि इति भवति तृतीयतत्पुरुषसमासः अल्लाविधि. अनेन कोऽपि यदि कार्यम् अस्ति इति द्वारा अल् वर्णात् अल् द्वारा कार्यं भवति अलाविधि यदि वयं विग्रहवाक्यं कुर्मः. अलहविधि यदि वदामः पञ्चमी तत्पुरुष, तत्र कार परं भवति अल् वर्णस्य, तत् अस्ति पञ्चमी तत्पुरुषः. षष्टिपुरुषस्य आदेश अल्विधि अल्वर्ण इति स्थानीवत् स्थानीवत् भवति, तत्र स्थानी आगच्छति. तत्र अलिविधि इति सप्तमी तत्पुरुषसमासः अस्ति, तस्य पूर्वं कार्यं भवति इति चत्वारि कार्याणि तेषां सम्भावना भवति यदि अल्विधि इति आगच्छति. कुत्र भिन्ने भिन्ने रूपाणि आगच्छति, कुत्र तत्पुरुष अलाविधि अनेन कार्यं भवति, कुत्र अलहविधि पञ्चमी वा षष्ठी इति तत्पुरुषसमासे भवति वा कति सप्तमी तत्पुरुषसमासे भवति, अधौ तस्य उदाहरणानि आगच्छन्ति. धन्यवादः. पृष्टवती अग्रे पठति. तद् परन्तु मनसि एतत् न पूर्वे पठामि, पूर्वे एकनिमिष. परन्तु मनसि एतावदेव बोध्यं यत् विधिसूत्रे यदि कुत्रचित् अल् वर्णः निमित्तरूपेण अपेक्षितः अस्ति, यः केवलं मूलस्थानी आसीत् अपि च आदेशेनास्ति, तर्हि स्थानिवद् भावः भावनिषेधकत्वात् अयम् अल् इति न भविष्यति. अस्तु अस्तु. सम्प्रति स्थानिवद्दादेशो नल् विदौ इति सूत्रे अल् विधिः इति समासस्य चतुर्णां विग्रहवाक्यानां कृते एकैकस्य दृष्टान्तः दीयते. अलाविधिः तत्तु तृतीय तत्पुरुषः. यदि स्थानिघटित अल् वर्णस्य द्वारा कश्चन विधिः कार्यः तृतीये काले, तर्हि स्थानिनः स्थाने यः आदेशः आगतः द्वितीयकाले सः आदेशः स्थानिवद्भावं न प्राप्नोति. अत्र बोध्यं यत् द्वारा नाम स च वर्णः कार्यं प्रति निमित्तं, किन्तु अपरेषु त्रिषु वक्ष्यमाणेषु दृष्टान्तेषु अयं वर्णः निमित्तं नास्ति. किम् अस्ति एव. तर्हि अत्र अलाविधिः नाम द्वारा इत्यस्य कथनेन कः अर्थः? अर्थः एव यत् निमित्तं सत्यपि तद्वारा पूर्वकार्यं न परकार्यं न अपि च स्वयं स्थानीन अपि तु कथञ्चित् अन्यरीत्या निमित्तं, यथा कार्यस्थलात् दूरं भूत्वा निमित्तम्. अस्य च उदाहरणम् अत्र उच्यते. किम् इत्युक्ते अत्र अस्माकं शास्त्रीयरीत्या वयम् यत्र तृतीयविभक्तिः चतुर्थीविभक्तिः इति वयं चिन्तयामः खलु, चतुर्थीविभक्तिः क्षम्यतां पञ्चमीविभक्तिः चेत् किमस्ति पर पूर्वकार्यं खलु, क्षम्यतां परकार्यम्, अनन्तरं सप्तमी चेत् पूर्वकार्यम्, अनन्तरं तृतीय चेत् तेन इति तादृशनियमः अत्र नास्ति, चिन्तनम् अत्र न प्रवर्तनीयः. तृतीया इत्युक्ते पञ्चति साक्षात् अनन्तरं नास्ति, पूर्वमपि नास्ति, स्थाने अपि नास्ति, किन्तु किञ्चित् दूरे कुत्रचित् अपि निमित्तमस्ति चेत् दूरे अस्ति चेत् तेन कारणेन यत्र विधिकार्यं सम्भवति चेत् तत्तु अलाविधिः इति तृतीयदृश. व्यूडोरस्केन इति पदं विग्रहवाक्यम् अस्ति. व्यूडम् उरो यस्य इति कृत्वा बहुव्रीहि समासः. अस्य पदस्य व्युत्पत्त्यर्थं समास प्रक्रियायां व्यूडं योगः उरः, प्रातिपदिकसंज्ञा सुपः लुक् सुपः लुक् व्यूढ योगः उरस् उरः प्रभृतिभ्यः. अत्र ऊढं योगः उरः कथं दीयते भगिनि? ऊढम् अत्र किम् इत्युक्ते अत्र पूर्णतया महोदय प्रक्रिया उक्तवान्, बहुव्रीहिसमासस्य प्रक्रिया. अधुना अस्माकं तद् आवश्यकता नास्ति अस्माकं महोदय, एवमेव महोदय पूर्णतया लिखितवान्. केचनाः सन्ति खलु कृतं महोदय किम् आयाति इति प्रश्नं पृच्छन्ति खलु, तदर्थं लिखितवान. अस्माकम् अधुना किम् इत्युक्ते भगिनी पूर्णतया पठतु, अहं वदामि. न मकारः अस्ति न, तत्तु द्वितीयविभक्ति. न तथा नास्ति भगिनि, पूर्णतया पठतु अहं वदामि. तत्तु व्यूढम् इति वदनेन तत्तु नपुंसकलिङ्गः गच्छति वा? अत्र न गीयते तथैव न पृच्छामि. आमामां तदेव अहं वदामि, पूर्णतया पठतु. कप् इत्यनेन उरः प्रभृत्यन्तात् बहुव्रीहेः कप् प्रत्ययः व्यूढयोगः उरस् योगः क आद् गुणः इत्यनेन गुणः व्यूडोरस् योगः क पदान्तसकारस्य ऋत्वविसर्गो विसर्गौ व्यूडोरः योगः क सोपदादौ इत्यनेन पदान्ते विसर्गस्य पाशा कल्प का काम्य इत्येषु परेषु सकारादेशः व्यूडरस्क इति शब्दः. तृतीयविभक्तेः एकवचन विवक्षायां टा प्रत्ययः तस्य स्थाने च इन आदेशः तदा गुणः व्यूडोरस्केन. अट्कुप्वाङ् अट्कुप्वाङ् न्युम्यवायेपि इत्यनेन नत्वं स्यात् यतोहि रेफः इति निमित्तं वर्तते. ततः अग्रे नकारः अपि अस्ति. मध्ये स्थितः सकारः नत्वं प्रति बाधा किन्तु स च सकारः विसर्गस्थाने आगतः. विसर्गः अयोगवाहेषु अन्यतमः इति कृत्वा अट् प्रत्याहारे परिगण्यते. अनेन च सकारे स्थानिवद्भावं कृत्वा अट् प्रत्याहारे स्वीक्रियते चेत् नत्वं भवेत्. परन्तु अत्र विसर्जनीयः अल्वर्णः तस्य च कारणेन नत्वं भविष्यति. अतः अलाविधिः इत्यनेन सकारे स्थानिवद्भावः न भवति. नत्वं च बाधितं यूडोरस्केन इति पदम्. अत्र भगिनी यथा उक्तवती व्यूढः इत्युक्ते प्रौढ इति फर्म् इति मन्ये, उरः इत्युक्ते चस्यति. तर्हि यस्य उरः यस्य च व्यूढम् अस्ति तस्य नाम अस्ति व्यूढोरस्कः इति बहुरीः समासः अस्ति. इत्युक्ते व्यूढम् उरो यस्य सः इति बहुभिः समासः. भगिनी यथा उक्ते अत्र तु व्यूढं समासं कथं जायते, यद्यपि अन्यपदप्राधान्यम् अस्ति, पदद्वयम् अत्र वर्तते, व्यूढम् उरः इति अस्ति. तर्हि व्यूढमिति पुंसकलिङ्गपदमस्ति इति भगिनी उक्तवती. योगः उरः इति अधुना प्रातिपदिकसंज्ञा अस्ति. तस्य व्यूढम् इत्यस्य सामान्यतया अत्र समासः भवति तस्य समये उभयोः पदयोः. एकनिमिष, तत्र व्यूढं तु नपुंसकलिङ्ग प्रातिपदिकमस्ति. प्रातिपदिकं व्यूढम् इति प्रातिपदिकं, नपुंसकलिङ्गप्रातिपदिकम्, उरः इति अपि नपुंसक लिङ्गप्रातिपदिकमस्ति. उरस् इति सकारान्तपदमस्ति. एकनिमिषं भगिनि, सामान्यतया यत्र समासः भवति तत्र नियमः अस्ति. नियमः यत् इत्युक्ते प्रथमसोपाने प्रातिपदिकद्वयम् आयाति खलु, द्वयोः अपि प्रातिपदिकयोः सुप् प्रत्ययस्य लुक् भवति, लोपः भवति पूर्णतया. इत्युक्ते व्यूढम् इत्यस्य मकारः अस्ति खलु, तस्य तु पूर्णतया लोपः भवति सुप् प्रत्ययः. मकारः तु सुप् प्रत्ययः आयाति नपुंसकलिङ्गपदम् इति कृत्वा व्यूढ इति एव प्रातिपदिकं, साक्षात् प्रातिपदिकमस्ति. तर्हि व्यूढ इति तिष्ठति, मकारः अपगच्छति. अनन्तरम् उरः इति अस्ति खलु, तस्य तु उरस् इति अस्ति. अन्येषु प्रत्ययः किमपि आयाति चेत् तत्तु सुलभः भवति. अत्र तु किमपि सुपि नास्ति इति मन्ये, न भवति सकारान्तपदेषु सुप् युक्त्यते इति न. हल्यादिभेदस्य अपृक्तं हल् इति नेन हलन्तप्रातिपदिकात् सुप्रत्ययः युक्यते, हल अपृक्तसंज्ञा अस्ति इति कृत्वा. तर्हि व्यूढ प्लस् उरस् इति सुप् लोपं भूत्वा व्यूढ प्लस् उरस् इति अस्ति. तत्तु प्रथमसोपानमस्ति. अनन्तरं योजनं कृत्वा तस्मात् अनन्तरम् अन्तिमसोपाने एव पुनः सुप्रत्ययः योज्यते अस्माभिः. इति कृत्वा प्रथमं प्रातिपदिकयोः मेलनं भवतु इति कृत्वा ऊड प्लस् पुरस् इति प्रातिपदिकद्वयम् अस्ति. अधुना भगिनी वक्तुम् इच्छति भगिनी वदति न न न भगिनी तो सावधानेन वदतु एकवारम्. एकमेवमेव अधुना महोदय सुप्रत्ययस्य लोपः इति उक्तवान् खलु लुक् इति तस्य विवरणं करोमि. नियमः अस्ति बहुव्रीहिसमासः यत्र यत्र कुत्रापि बहुव्रीहिसमासः इति नास्ति तत्पुरुषसमासः अस्ति चेत् यत्किमपि समासस्य प्रथमं सुप्रत्ययस्य लोपः भवति. सुप् इत्युक्ते किं रामः राम इति प्रातिपदिकं तत्र विसर्गः अस्ति खलु तत्तु सुप्रत्ययस्य सकारेण जायते रामौ इति सु औचस् इति अस्ति खलु तादृशसुप्रत्ययः प्रथमं लुप्यते. केवलं प्रातिपदिकयोः एव मेलनं भवति इति कृत्वा प्रथमं व्यूढं प्लस् उरः इति अस्ति प्रथमाविभक्तिः अस्ति व्यूढम् उरः अपि प्रथमाविभक्तिः. अधुना तयोः सुप्रत्ययं लोपं भूत्वा केवलं प्रातिपदिकस्य मेलनं भवति इति कृत्वा व्यूढ प्लस् उरस् इति मेलनं प्रातिपदिकयोः मेलनं प्रातिपदिकम् उरः इत्यस्य प्रातिपदिकम् उरस् इति सकारान्तपदम् इति कृत्वा उरस् इति पदम् अनन्तरं प्रातिपदिकम्. अधुना किं भगिनी वक्तुं शक्यते किम् अग्रे उरः प्रभृतिभ्यः कप् इत्यनेन बहुव्रीहे कप् प्रत्ययः आगच्छति तत्तु व्यूढयोगः उरस् योगः क अत्र आद्गुणः इत्यनेन गुणः भवति व्यूढोरस् उकारस्य ओकारः आगच्छति पदान्तसकारस्य ऋत्वविसर्गौ तत्तु व्यूढोरः योगः सकारस्य विसर्ग परिवर्तनं आगच्छति न ऋत्वा विसर्गः तत्तु कथम् आयाति दे अपि अस्ति दे सूत्राणि सफेशुरुः अनन्तरं करवस्थानयोर्विसर्जनीयः इति तत् तत्तु स व्यूडोरः योगः क अत्र सोपदादौ इत्यनेन अत्र प्रथमा कालः अस्ति यः व्योडोरः क योगः क प्रथमा कालः अस्ति सोपदादौ इत्यनेन पदान्ते विसर्गस्य सकारादेशः भवति इत्येषु पदेषु सकारादेशः भवति विसर्गस्थाने सकारः आगच्छति तत्तु व्यूडोरस्क इति शब्दमस्ति न अङ्गं नास्ति शब्दमस्ति. व्यूडोरस्क इति प्रातिपदिकं नूतनप्रातिपदिकम् अस्माकं समासस्य द्वयोः समासस्य यत् रूपमस्ति तद् शब्दः इति महोदय प्रातिपदिकम् इति वक्तुं शक्यते वा इति न जाने प्रायः नास्ति अतः शब्दः इति शब्दः अस्तु. तृतीयविभक्तौ टा प्रत्ययः तत्तु अधुना सुप्रत्ययं योजयामः. प्रथमं तु सर्वे सुप्रत्ययः लोपं भवति दुक् भवति यत्र समासस्य विषये प्रथमसोपाने अनन्तरं सर्वं कृत्वा अधुना अन्तिमसोपाने सुप्रत्ययः योजयामः. तृतीया विभक्ति इति कृत्वा टा प्रत्ययः तत्र न न तापत्रय टा प्रत्ययः हा तृतीयविभक्ति टा प्रत्ययः तत्र स्थान तत् स्थाने इन आदेशः तत्तु अन्यसूत्रमस्ति अन्यसूत्रमस्ति टा प्रत्ययस्य स्थाने इन इति आदेशः कोऽपि अस्ति अवगच्छम् इत्यनेन व्यूडोरस्केन इति आगच्छति रामेण इति आयाति खलु तथा एव व्यूडोरस्केन कृष्णेन बालकेन तथैव व्यूडोरस्केन अत्र गुणस्य गुणकार्यं तु करोति. अट्कुप्वाङ्गावयोपि इति कार्यं कर्तुं शक्यते नत्वं नत्वं क नकारस्य नत्वं कर्तुं शक्यते परन्तु अत्र सर्वे सपि अति बाधितं न बाधितं नास्ति, भविष्यं भवितुम् अर्हति, परन्तु अत्र दूर अस्ति, सकारः दूरे अस्ति, नकारस्य पूर्वे नास्ति इत्यनेन साक्षात् पूर्वं वा साक्षात् अनन्तरं वा तानि वा नास्ति इति कृत्वा दूरे अस्ति, दूरे अस्ति इति उपदापि नास्ति, तस्मात् अपि दूरे अस्ति, उपदा वर्णः एकारः अस्ति, ककारः अस्ति, तस्मात् तु अनन्तरम् तत्कारणेन अल्विधिः भवति, सकारे स्थानिवत् न भवति, सकारः स्थानिवत् न भवितुम् अर्हति, किमर्थम् इत्युक्ते अल्वि अल् आक्षतमस्ति खलु इति कृत्वा सकार प्रथमं तु विसर्गः अस्ति, विसर्गः अट्पु वाङ्गुं व्यवालयति इत्यस्मिन् अट् प्रत्याहारे वर्तते इति कृत्वा सकारः अपि विसर्गस्य स्वभावं स्वीकृत्य अट्पुं वाङ्गुं व्यवायति इति सूत्रं प्रवर्तयितुं शक्नुमः वा इति प्रश्नः. तद् न भवति, किमर्थम् इत्युक्ते अत्र अल् निमित्तिकमस्ति, अल् किमस्ति एकं निमित्तं वर्णम् आश्रितम् अस्ति इति, विसर्गः आश्रितम् अस्ति, विसर्गाश्रितम् अस्ति इति कृत्वा सकारं सकारे तादृशं गुणं विसर्गस्य विसर्गस्य विसर्गम् इति आरोपयितुं न शक्नुमः इति कृत्वा अर्कुप्यां वा अर्कुप्वाङ्गुं वा इति कार्यं न करोति, अतः वियोडोरस्केन इति केवलं नकारः तिष्ठति. सामान्यतया रामेण अस्ति खलु, रा इति अत्र अत्र तु दूरे अस्ति, किन्तु रामेण इति पदं नकारं भवति खलु तत्र रामेण इति व्यवायति अस्कुवाङ्गं व्यवायति इत्यनेन यद्यपि दूरे अस्ति, मकारः तु अस्कुकु इत्यस्मिन् अस्ति खलु इति कृत्वा निश्चयेन भवति अट् कुपु इति पवर्गस्य वर्णः अस्ति इति कृत्वा यद्यपि यद्यपि व्यवधानं करोति तथापि कार्यं सम्भवति, मध्ये अस्ति चेदपि कार्यं सम्भवति इति कृत्वा रामेण इति न अत्र तु तथा न वक्तुं शक्यते, भव न भवति अट्कुप्वाङ्गति इति विसर्गः तु अठि अस्ति इति कृत्वा अत्र प्रवर्तयितुं शक्नुमः इति नास्ति. किमर्थम् इत्युक्ते विसर्गः सकार विसर्गनिमित्तिकं यत्किमपि कार्यम् अस्ति तत्तु सकारे न प्रवर्तयितुं शक्नुमः, सकारः अत्र दूरे अस्ति इति कृत्वा वयम् अलाविधिः इति वदामः, तेन कारणेन विसर्गस्य कारणेन अत्र प्रवर्तयितुं सकारे अपि प्रवर्तयितुं न सकारस्य कारणेन इति कृत्वा प्रवर्तयितुं न शक्नुमः. ह्यः एतावत् अभवत् किम् अग्रिमबिन्दु भगिनी पञ्चमी तत्त्वस्यापि कृतवन्तः. ओ एवं किम् अस्तु भगिनि भगिनी पठति किम् अलोविधिः पञ्चमी तत्पुरुषः परकार्यस्य दृष्टान्तः स्थानीभूतात् अलः परं कार्यं विधीयमानम् इति चेत् आदेशः स्थानिवत् भाव न भवति आदेशः स्थानिवत् भाव स्थानिवत् भाव न भवति पञ्चमे चेत् निमित्तं पूर्वं कार्यं परम् अधः तस्य स्थाने न भवति इति अत्र उक्तं तदेव महोदय परकार्यम् अस्ति विधीयमानमस्ति तर्हि अलः परं विधीयमानं यत् कार्यमस्ति तत्र तु अलः निमित्तिकं पुनः तदेव अलः निमित्तिकं चेत् स्थानिवद्भावः नास्ति आदेशे न भवति इति दिव् शब्दः योः शु दिव औत् इत्यनेन दिव् इत्यस्य वकारस्य औत् आदेशः दि योः औ योः स इको एनाचि इत्यनेन द्यौ योः स औ इत्यस्मिन् वकारस्य स्थानिवद्भावं कृत्वा हल्याभयो दीर्घात् श्रुतिसप्रुक्तं हल् इत्यनेन सकारस्य लोपः स्यात्। वकारः स्थाने तस्य निमित्तकत्वात् सकारलोपः। अलो विधिः अस्ति चेत् सानिवत् भावः न भवति। द्यौ इति पदम् अत्र दिव्योः सु दिव औत् इति सूत्रेण वकारस्य स्थाने औ आदेशः औत्, अतः दिवि औ इको एन चेतेन द्यौ स इति भवति। वकारस्य स्थाने निमित्तमस्ति वकारः अत्र हल्याभ्यो दीर्घात् सुजप्रुक्तम् इति सूत्रेण हल् धातु परम् अपृक्तवर्णः अस्ति चेत् तस्य लोपः भवति इति सूत्रं वदति, सकारस्य लोपः भवितुम् अर्हति इति सूत्रं वदति। परन्तु अत्र वकारस्य वकारः स्थाने इदानीम् औ आदेशः वकारस्य स्थाने, अतः औ स्थाने यदपि वकारः औ वकारस्य स्थाने आदेशः तस्य निमित्तं वल् वल् निमित्तं कारणेन तस्य भवति, परन्तु औ इत्यस्य स्थाने तत् विधिः न आदेशः, अतः पदं द्वौ एव तिष्ठति इति उक्तम् अत्र महोदय। आम् महोदय, वकार दिव् इति वकारान्तपदमस्ति खलु? वकारान्तपदमस्ति, तर्हि हलन्तमस्ति, तर्हि हलन्तत्वम् औ इत्यस्मिन् स्वीकर्तुं शक्यते किम् इति प्रश्नः। वकारस्य स्थाने औ आदेशः अभवत्, अधुना वकारस्य सर्वे गुणधर्माः स्वीक्रियते, किन्तु वकारस्य हलन्तत्वं हल् वर्णः हल् इति वर्णने वर्णाश्रितं किमपि गुणम् अत्र औ इत्यस्मिन् स्वीक्रियते, वल् औ तु हल् नास्ति अच्छस्ति, तर्हि तत्र न स्वीकर्तुं शक्यते इति कृत्वा हल्याभ्य दीर्घस्य कृतं हल् इति न प्रवर्तयितुं शक्यते। अधुना तु अस्माकं स्थानी अस्ति सकारः, औ इति निमित्तम् अस्ति, वकारः वा औ निमित्तम् अस्ति, वकारः निमित्तम् अस्ति, स्थानिनः पूर्वमस्ति इति कृत्वा पञ्चमी तत्पुरुषः अलो विदिः। अत्र किमर्थं वयं पञ्चमी तत्पुरुषः अलो विदिः इत्यस्मिन् पाठे किमर्थम् एतत् पठामः? अत्र तु सकारस्य स्थाने लोपादेशः खलु, हल्याभ्यादिकम् इति सूत्रेण सकारस्य स्थाने कः आदेशः आयाति? लोपः आदेशः, लोपादेशः, तर्हि सकारः स्थाने अस्ति, निमित्तं किम् अस्ति सूत्रे सकारस्य लोपं कर्तुं निमित्तं किम् अस्ति? हल् प्रत्ययः, हल् प्रत्ययः, हल् प्रत्याहारस्य कश्चन वर्णः अस्ति चेत् पूर्वमस्ति चेत् सकारात् पूर्वं कश्चन हल् इति वर्णः अस्ति चेत् हलः हल्याव्यो इति पञ्चमी विभक्तिः अस्ति, हलः जानाति खलु, तदेव स्थानि इत्यस्मात् पूर्वम् अस्माकं निमित्तमस्ति। अधुना वकारः हल्याव्यो दीर्घस्तुतिः अप्रस्तं हल् इति सूत्रं कुत्र प्रवर्तते? यदि स्थानिनः पूर्वं हल् वर्णः अस्ति चेत् प्रवर्तनीयः इति सूत्रं वदति। अधुना दिव् इति हलन्त अस्ति, वकारः तु हलन्तवर्णः अस्ति, किन्तु हलन्तवर्णस्य स्थाने आदेशः कः अभवत्? औ इति अजन्तादेशः, औ इति वर्णः स्वरः आगतः। अधुना वकारस्य हल् इति गुणधर्मः औ इति अच् वर्णे प्रवर्तयितुं शक्नुमः वका किम् इति प्रश्नः, प्रवर्तितुं न शक्नुमः खलु वर्णनिमित्तं तत् अहम् आगच्छामि। अलो विधिः इति किमर्थम् इति, आमां किमर्थम् इत्युक्ते निमित्तं स्थानिनः पूर्वम् अस्ति खलु, स्थाने किमस्ति सकारः अस्ति, निमित्तं किं वकारः नो चेत् औ इति वर्णः, निमित्तं स्थानिनः पूर्वम् अस्ति इति कृत्वा पञ्चमी तत्पुरुष अलो विधिः इति। आं पञ्चमी तत्पुरुष दत्ता वचामि, अतः न भवति इति उक्तं वा? न भवति इति न भवति अनल्विधौ खलु अनल्विधौ अनल्विधौ अल्विधिः इत्युक्ते पञ्चमी अपि भवितुमर्हति इत्युक्ते निमित्तं कार्यात् स्थानिनः पूर्वमपि आगन्तुं शक्यते इति अत्र सारांशः किन्तु सूत्रं किं वदति अनल्विधौ इति अल्विधिकरे न प्रवर्तनीयः अल् अल्विधिः इत्युक्ते किम् इट् केन् बि ऐदर् बि अलाविधिः इट् केन् बि अलः विधिः पञ्चमी तत्पुरुषः अनन्तरं पश्यामः षष्ठी तत्पुरुषः अपि भवितुमर्हति अलो विधिः इति अनन्तरं सप्तमी अपि भवितुमर्हति अत्र भगिनि पुष्पभणि अत्र विधिः अस्ति चेत् द्यौ इति आगच्छति किन्तु अस्माकम् इष्टरूपं नास्ति अस्माकम् इष्टरूपं द्यौः इति विसर्गः अपि आवश्यकः खलु न प्रवर्तते हल्याभिवर्णस्य प्रोक्तं हल् इति न प्रवर्तते द्यौः तत्र किमर्थम् इत्युक्ते औकारः वकारस्य हल् निमित्तं हल् गुणधर्मं न स्वीकरोति अस्तु तत्र द्यौ द्यौ प्रातिपदिकं न द्यौ तु प्रातिपदिकम् आम् प्रातिपदिकं न भगिनि दिव् इति एव प्रातिपदिकं विवचनं किं विवचनं किं दिव् इति एव प्रातिपदिकं भगिनि द्वौ दिव् इति एव प्रातिपदिकं तत्तु द्वौ द्यौ दिवौ द्रष्टव्यं भगिनि आं प्रायः स्यात् न जाने वकार द्यौ दिवः इति किमपि स्यात् न दिवः नास्ति न अहं न जानामि भगिनि दिव् इत्यस्य रूपाणि न जानामि दिवः इति मन्ये मम मनसि तथा न पूर्णतया अहं आवश्यकं चेत् अहं दृष्ट्वा प्रेषयितुं शक्नोमि दिव् इति प्रातिपदिकस्य रूपाणि इति वकारः अस्ति वकारधातुः धातुः नास्ति एतत्तु प्रातिपदिकं प्रातिपदिकं वा वकार श्रूयते प्रातिपदिकं मणिमहोदयस्य प्रश्नः महोदय महोदय अत्र विभक्तिरूपेण अत्र दत्तं षष्ठी तत्पुरुषस्थानी भवति इति पञ्चमी अधः तस्य परं कार्यं भवति इति परन्तु औ स्थाने अत्र अल् अल् आश्रितकार्यम् अत्र वकारकस्थाने औ स्वरः अधः न कार्यं भवति आदेशस्य स्थाने इति अहम् अवगच्छामि बट् परन्तु यद्यपि पञ्चमी विभक्तिः अस्ति चेत् अपि आदेशः समान हलन्द्यम् अस्ति वकार समानमस्ति इति कार्यं पञ्चमी चेत् अपि कार्यं भवतीम् अर्हति वा न भवति एव तदेव अत्र यद्किं यदि पूर्वं परकार्यमस्ति पूर्वकार्यमस्ति तादृशं भवति चेदपि अल्विदितनिपीनेन एते सर्वे गृह्यन्ते पूर्वं वा परं वा स्थानीनः स्थाने वा इति अनल्विधिः इति अस्ति खलु तत्र अल्विधिः इति समासः अस्ति दत्पुरुषसमासः अस्ति तत्र तर्हि अल्विधिः इत्यनेन एते सर्वे गृह्यन्ते इति कृत्वा अनल्विधिः इति सूत्रे किं वदति अनल्विधिः किन्तु अल्विधिः इत्युक्ते किम् इति महोदय प्रष्टीकृतवान् तर्हि स्थानिवद्भावः यदि अल्विधिकार्यं चेत् पूर्वं भवति वा परं भवति वा स्थानिनः स्थाने भवति वा नो चेत् तृतीया दूरे किञ्चित् कुत्रचित् अपि निमित्तमस्ति चेदपि न भवति इति सरक्षरं न भवति एव कुत्रचित् अपि न भवति इति स्पष्टीकरणार्थं केवलं स्थानिनः स्थाने इति नास्ति दूरे अपि भवितुमर्हति इति अस्माकं किमर्थम् एतत् सर्वं पश्यामः अग्रे गत्वा वयं किमपि तादृशम् अधुना वयं सुप्रत्ययस्य निर्माणं पश्यामः तर्हि दिव् इति आयाति तर्हि तस्मिन् समये दिव् इत्यस्य स्थाने वयं दिव् दिव औत् इति सूत्रेण औ इति आयाति अधुना सर्वे प्रष्टुं शक्नुवन्ति किमर्थं वयं धन्याभ्योदीर्घस्य प्रोक्तं खलु अस्माभिः प्रवर्तयितुं शक्यते वा किम् इति प्रश्नं प्रष्टुं शक्यते खलु किमर्थम् इत्युक्ते औ इति आदेशः सर्वे गुणधर्मः स्वीक्रियते किमर्थं न प्रवर्तयामः तस्मिन् समये तस्य विवरणार्थम् अत्र वयम् अधुना पश्यामः एकत्तु परिभाषासूत्रमस्ति खलु, सर्वत्र प्रवर्त तादृशचिन्तनं भवति अस्माकं भवेत् इति अत्र नियमः. दिवस् दिवस् इति अस्ति वा, दिवस् इति अस्ति वा? न भगिनि, तदेव दिव औ इत्यनेन औ आदेशः भूत्वा दिवौ द्यौः इति प्रथमविभक्ति, प्रथम प्रथमविभक्ति तत् द्यौः इति. अत्र महोदय किमपि पृष्टवान् खलु, तथैव सूत्रम् आगच्छति औ द्यौ, ॐ द्यौ शान्ति अन्तरिक्षशान्ति हेतु द्यौ इति सूत्रे अस्तु. मम एकः प्रश्नः अस्ति, यदा हुझर्भ्यो हेधि अपि शाहु तस्य अपि स्थाने अनल्वृद्धिः भवति न द्वे, तदनन्तरम् अभ्यकार्यं कार्यं भवति, अभ्यकार्यमस्ति न पश्यति भगिनि. अन्तो किमित्युक्ते गते सप्ताहे अस्माभिः सप्ताहद्वयात् पूर्वं वयं दृष्टवन्तः किमित्युक्ते यद्यपि अभ्यकार्याणि परस्परं न पश्यन्ति तथापि अस्माकं चिन्तनं सोपानं कथं भवति इत्युक्ते अस्माकं सूत्राणां बलाबलं विचिन्त्य एव तत्र करणीयः. सूत्राणां बलाबलं यत्र प्रवर्तयामः, प्रथमम् एकं सूत्रम् आगतम् अनन्तरम् अन्यत् सूत्रं यत्र यत्र कुत्रापि अन्यत् सूत्रम् आयाति, प्रथमं सूत्रम् आगतम् अन्यत् सूत्रम् आयाति, तर्हि किमपि आदेशः आसीत् चेत्, प्रथमसूत्रस्य किमपि आदेशः आसीत् चेत् द्वितीयसूत्रं वय अस्माभिः स्थानिवद् आदेशो वनल्विदौ इति अस्माकं मनसि चिन्तनं भवति. भगिनि अस्तु अस्तु, गौः तथैव अस्ति वा? गौः गौः इत्यस्य प्रातिपदिकं किं? गो गो इति प्रातिपदिकम् अन्यत् प्रायः न जानामि भगिनि, अन्यत् सूत्रप्रायः स्यात्. वयम् एतावत् पर्यन्तं वयम् अहम् एवमेव न वक्तुम् इच्छामि. किमर्थम् इत्युक्ते वयम् एतावत् पर्यन्तं प्रातिपदिकनिर्माणं सुप्रत्ययनिर्माणं न पठितवन्तः, तत्तु अग्रे एव भवति, सः पाठः अग्रे भवति, अधुना वयं न चर्चयामः तत्र. किमर्थम् इत्युक्ते दोषः किमपि जानामि इति कृत्वा तत्र दिवौ एव अस्ति इति मन्ये. न जानामि, अहं न वक्तुं शक्नोमि, एतत्तु सुप्रत्ययस्य प्रत्ययः अस्ति. पृच्छामः पृच्छामः महोदयस्य. अस्तु भगिनि, किं भगिनि? महोदय महोदयेन पृच्छामः. अधुना तस्मिन् विषये अस्माकं चिन्तनं नास्ति भगिनि, सुप्रत्ययः पृथक्तया अन्यत् पाठः भवति, पूर्णतया वयं पठामः. अधुना पृच्छति चेत् इट् इस् औट् आफ् लैक् नो औट् आफ् लैन् लैक्. अधुना वयम् एवमेव अस्माकं चिन्तनं किं स्थानिवद् आदेशः नल्विदौ इति सूत्रस्य सारांशः वयम् अवगच्छामः किम् इति एव अस्माकं अन्येषां प्रातिपदिकानां निर्माणम् अधुना न पश्यामः, अनेकानि सूत्राणि सन्ति तत्तु अनन्तरमेव पश्यामः. महोदयस्य किमपि प्रश्नः आसीत्? ममत्र आगच्छामि महोदय, सम्यक्तया वक्तुं न शक्नोमि, परन्तु पञ्चमी तत्पुरुष इति कम्पेरिसन् कृतवान् तत्येव अहं सन्देहः आसीत्. सन्देहः अस्ति किम्? अहं वदामि महोदय, पुनः वदामि. किम् इत्युक्ते स्थानिवत् आदेशः अनल्विदौ इति सूत्रमस्ति अस्माकं सारांशरूपेण, स्थानिवत् आदेशः अनल्विदौ इति अस्ति खलु. किं वदति प्रथमभागं? किं वदति? आदेशः स्थानिवद् अस्ति इति एकः भागः. अनन्तरं किम्? अनल्विदौ इति अस्ति अन्यत् द्वितीयभागः अस्ति. तत् किं वदति? तत् निषेधकमस्ति खलु. अनल्विदौ इत्युक्ते सप्तमी अस्ति साधारणतया, तत्तु सूत्रस्य सप्तमी. सूत्रे सप्तमी किं भवितुमर्हति? निमित्तं भवितुमर्हति, नो चेत् निषेधसप्तमी अपि भवितुमर्हति इति पूर्वं वयं दृष्टवन्तः. अत्र तु निषेधसप्तमी इत्युक्ते यत्र अल्विधि कार्यमस्ति, अनल्विधि कार्यं प्रवर्तनीयानि, तस्मिन् समये एव स्थानिवद् आदेशौ स्थानिवद् आदेशः स्थानिवद् भवति. यत्र यत्र अनल्विधि कार्यमस्ति तत्र एव इति सूत्रम् अस्ति. अनल्विधि इति वदामः चेत् अत्र तु यत्र अल् विधिः नास्ति इति अस्माकम् अवगमनम् अस्ति. अल् विधिः नास्ति, नैन् खलु, नैन् समासः इति वदामः, लिगेशन् इति तत्र. तर्हि अत्र अल् विधिः, तर्हि प्रश्नः भवति अत्र अनल् विधिः अस्ति चेदेव आदेशः सानिवद् इति सारांशः. तर्हि अनल् विधिः इत्युक्ते प्रथमम् अल् विधिः इति यः किम् इति अवगच्छामः चेत् एव अनल् विधिः किम् इति अवगमनं भवति खलु. तर्हि प्रथमम् अल् विधिः इत्युक्ते किम् इति प्रश्नः. तर्हि अल् विधिः इत्युक्ते अत्र सूत्रे अल् इति तत्पुरुष तत्र तु समासस्य प्रयोगः अस्ति. अल् इत्युक्ते अलाविधिः भवितुम् अर्हति, अलः विधिः भवितुम् अर्हति, नो चेत् अलो विधिः इति षष्टिः अपि भवितुम् अर्हति. पुनः समानमस्ति अलः विधिः इति समानरूपं खलु, पञ्चमी षष्टिः एकवचने समानरूपमस्ति. नो चेत् अलिविधिः इति किम्, अलिविधिः इति सप्तमी अपि भवितुम् अर्हति. इत्युक्ते किम्, अल् निमित्ति अल् वर्णाश्रितं कार्यं तानि इति निमित्तं साक्षात् स्थानिनः पूर्वं भवितुमर्हति. तादृश अल् वर्णः अस्ति खलु, यत्र निमित्तम् अल् यः अल् वर्णः निमित्तमस्ति सः अल् वर्णः स्थानिनः साक्षात् पूर्वं भवितुमर्हति, स्थानिनः परं भवितुमर्हति. स्थानिनः पूर्वं भवितुमर्हति चेत् किं, पञ्चमी वयं पठितवन्तः खलु, पञ्चमी इत्युक्ते परकार्यम् इति. तर्हि तदेव अस्ति अलः विधिः इति. अनन्तरं सः वर्णः स्थानिनः अनन्तरमपि भवितुमर्हति. तर्हि अलिविधिः इति सप्तमीनिर्देशः. इट् इस् अ काम्बिनेशन् आफ् तत्पुरुषसमासः इट् कम् मिक्सड् महोदय. सो वाट् महोदय इनिशियलि सेड् इस् वि रिमेम्बर् इस् अल् विधिः इति इस् अ तत्पुरुषसमासः इति उक्तवान्. तत्पुरुषसमासः केन् हापन् इन् फोर् टेक्स्ट्, आल् द फोर् टेक्स्ट्. सो ऐदर् इट् केन् बि अलाविधि आर् अलिविधिः आर् अलः विधिः पञ्चमी आर् अलः विधिः षष्टि. Which means, evameva, the nimittam, the varna ashratam nimittam asti kalu, varna ashratam nimittam. Aduna tu al vidihi tivadamaha che, al ashratam nimittam. Tadrisha al ashratam nimittam, sthaninaha puram bhavati chet, alaha vidihi maha. Sthaninaha anantara nimittam asti chet, sakshat anantram asti chet. अलि विधिः इति सप्तमी वदामः. अनन्तरं स्थानिनः एव वर्णः, एकः वर्णः अस्ति चेत् तत्तु निमित्तमपि स्थानिनि एव अस्ति चेत् तर्हि किम्, अलः विधि इति षष्टिनिर्देशः. अनन्तरं यत्र कुत्रचित् अपि अस्ति चेत्, दूरे अस्ति चेत् तत्तु अलाविधिः इति वदामः. तर्हि निमित्तं कुत्रचित् अपि भवति भवितुम् अर्हति. तदेव अलः अल् विधिः इति तत्पुरुषसमासः अस्ति इत्युक्ते केवलं वयं किमित्युक्ते समासस्य तादृशभावः खलु. समासः वयं एतद् पूर्वं दृष्टवन्तः किमस्ति प्राणेश्वरम् इति इत्युक्ते किं, रामस्य ईश्वरः भवितुम् अर्हति, रामः तस्य ईश्वरः इति भवितुम् अर्हति, अनन्तरं रामः ईश्वरः च इत्यपि भवितुम् अर्हति. समासं पठितवान् चेत् तद् अवगच्छति. तादृशम् अल्विधिः इत्युक्ते अलाविधिः अपि भवितुमर्हति. इट् जस्ट् डिपेण्ड्स् आन् हौ वि कन्सिडर् इट् आर् बेस्ड् आन् द सर्कम्स्टान्स्. तर्हि रामेश्वरः इति वदनेन इट् केन् ऐदर् मीन्स् रामः ईश्वरस्य देवः रामः इति भवितुमर्हति, आर् इट् केन् मीन् ईश्वरः, रामस्य ईश्वरः इति शिवम् अपि निर्देशं शिवस्य अपि निर्देशः भवितुमर्हति, और् इत्यादि रामः ईश्वरः च इति अपि भवितुम् अर्हति. सो इट् डिपेण्ड्स् आन् दि रीडर् आर् बेस्ड् आन् द कान्टेक्स्ट् एव समासस्य अवगमनं भवति खलु. वि केनाट् से समासः इत्युक्ते एतदेव पदमिति न वक्तुं शक्यते. सो डिपेण्ड्स् आन् द रीडर् अण्ड् इट् बेस्ड् आन् द रैटर् हू रोट् दट् पर्टिक्युलर् आर्टिकल्. तथा अत्र अत्र पाणिनिः अल्विधिः इति तत्पुरुषसमासं स्वीकृत्य लिखितवान् इत्युक्ते पाणिनेः निर्देशः किम् इत्युक्ते अत्र अल्विधिः इति तत्पुरुषसमासः चतुर्विधं भवितुम् अर्हति. तत्पुरुषसमासे यदा वयं रामेश्वरम् इति त्रिविधं भवितुम् अर्हति तथा एव अल्विधिः इति तत्पुरुषसमासः चतुर्विधेषपि विधमपि अस्माभिः लेखितुं शक्नुमः. अलाविधिः लिखितुं शक्नुमः, अलः विधि पञ्चमी इति लिखितुं शक्नुमः, अनन्तरम् अलः विधिः इति षष्टि इति लिखितुं शक्नुमः, अलि विधिः इति षष्टि सप्तमी इत्यपि लिखितुं शक्नुमः. किम् इत्युक्ते चत्वारि अपि भवितुम् अर्हन्ति इति पाणिनिः वदति. एव्रिथिङ्ग् बिकास् समास इट्स् नाट् वेरि स्पेसिफिक् महोदय खलु, इति कृत्वा पाणिनिः अग्रे काशिकायां कुत्रचित् अस्ति पाणिनि इति सेस् अल्विधिः. So what Panini means by Alvidhi doesn't just, it doesn't say where the vidhi is, right, where the nimittam is. It can, so the nimittam can be anywhere iti pradarshayitum kashika anye vyakarana jnaha etat yojitavantah. Allah satpurusha samasa hasti Alvidhi iti sada tritiyapi bhavitum arhati, putrashitapi bhavitum arhati, tadrisham nimittam, takshat purum bhavitum arhati, anantam bhavitum arhati, taninah eva. इदानीम् अवगच्छामि. स्थानि एव पञ्चमी अपि प्रथम अपि षष्ठी अपि सप्तमी अपि युक्तं तदेव महोदय. धन्यवादः महोदय. इदानीम् अवगच्छामि. So in any of these types, if a sutra alvidhi karyam comes, then we cannot use it even. Idhanyo chan. Puram katam kimatam. So the point is, when somebody uses samasa, it gets confusing. Samasa can mean anything. It depends on interpretation. So all the four types of interpretation is contained in it. Every word has samasa. Dhanyo chan. सम्यक् उक्तं. धन्यवादः. किमर्थमित्युक्ते अल्विधिः इति इति पाणिनिः वदति, केनापि प्रष्टुं शक्यते. अस्तु अल्विधिः इति पाणिनिः वदति इत्युक्ते अल् आश्रितं निमित्तम् इति अवगच्छामः, किन्तु तादृशनिमित्तं कुत्र भवति इति प्रश्नः उदेति खलु. अस्माकं मनसि प्रश्नः उदेति, संशयः, पुरं भवति किं, तादृशनिमित्तं परं भवति किं, स्थानिनः एव स्थाने भवति किं, नो चेत् दूरे कुत्रचित् भवति किं, तर्हि तस्य स्पष्टीकरणार्थमेव एतादृशं तत्र. अस्तु धन्यवादः. अस्तु भगिनि, समयः कृतः, तर्हि विरमामः. धन्यवादः. अन्यप्रश्नः नास्ति. धन्यवादः. शुभरात्रिः भगिनि. शुभरात्रिः पुष्पा भगिनि. बहु सम्यक्. धन्यवादः. भवती अपि बहु सम्यक् रागमूढवती. एकवारं श्रुतं